तर्हि हेमा भगिनी, इदानीं वयं चुरादिगणः इत्यस्मिन् करपत्रे स्मः खलु? तर्हि आरभामहे भगिनि. एतावता सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ् इत्येषां तिङन्तरूपाणि साधितानि अस्माभिः द्वादिगणे, द्विवादिगणे, तुदादिगणे च. अनेन क्रमेण पाठः प्रवर्तते, यतः येषु गणेषु अङ्गम् अदन्तं भवति अतः प्रक्रियायां साम्यं वर्तते. आहत्य एतादृशाः चत्वारः गणाः सन्ति. चतुर्थः गणः यस्मिन् अङ्गम् अदन्तं भवति तत् चुरादिगणः. केचन चिन्तयन्ति यत् चुरादिगणः कष्टकरः, किन्तु एवं किमपि नास्ति. वस्तुतः अत्र आधिक्येन सामान्यमेव नियमितरूपेण सूत्राणि उपयुज्य तर्कम् अनुसृत्य तिङन्तरूपाणि साध्यन्ते. प्रक्रिया का इति एकवारं ज्ञायेत तदा सर्वं सुलभम्. केचन विशेषदातवः अपि सन्ति, तेषां प्रसङ्गे अग्रिमे करपत्रे चर्चयामः. अत्र तु चत्वारः गणाः वयं पूर्वमेव दृष्टवन्तः, सार्वधातुकलकाराणां लट् लोट् लङ् विधिलिङ् च. त्रयाणां गणानाम् इत्युक्ते द्वादिगणे, द्वादि पुनः तुदादिगणे समानरूपेषु अत्रापि भवति दशमगणे चुरादिगणः. अयं गणः अपि अदन्त अङ्गम् अस्ति, अङ्गस्य अन्ते अकारः अस्ति इति. चुरादिगणस्य विकरणप्रत्ययः अपि शप् भवति, अतः बहूनां मनुष्याणां मनसि अयं क्लिष्टकरः इति भाति, परन्तु तथा नास्ति इत्येव अत्र उक्तं. वयं पठनानन्तरं तद् ज्ञातुं शक्नुमः. यदि क्रमेण वयं पठामः चेत् तत् पूर्णतया अवगन्तुं शक्नुमः इति अत्र उक्तं. तत्रापि विशेषदातवः अपि सन्ति, तेषां कृते अग्रे पश्यामः इति. चुरादिगणे तिङन्तरूपस्य साधनार्थं सोपानत्रयं भवति. प्रथमः धातुः योगः णिच् प्रत्ययः, तर्हि निजन्तधातुः नूतनधातुः निष्पन्नं भवति. तदुपयुज्य निजन्तधातुः योगः शप् विकरणप्रत्ययः अङ्गं भवति तिङ् प्रत्ययं निमित्तं. तत् अङ्गम् उपयुज्य तिङ् योजनेन तिङन्तरूपं विहितं. यथा उक्तं, चुरादिगणे अङ्गम् अदन्तम्, अतः अङ्गे सिद्धे अस्माकं नूतनकार्यं समाप्तम्. तिङ् प्रत्ययस्य योजनविधिः यथा द्वादिगणे प्रदर्शितः तथैव भवति द्विवादिगणे, तुदादिगणे, चुरादिगणे च, न कोऽपि भेदः. दृष्टान्ते चुर् धातोः अङ्गं चोरय, लटि चोरय योगः ति चोरयति, चोरय योगः तः द्विवचने चोरयतः, बहुवचने चोरय योगः अन्ति. अत्र सवर्णदीर्घं सन्धिं प्रभाद्य अतो गुणे कार्यं करोति, अतः पूर्वपरयोः स्थाने पररूपमेकादेशः सम्भूय चोरयन्ति इति रूपं विहितं. यथा द्वादिगणे तथैव चुरादिगणे अपि. अतः अस्मिन् पाठे अस्माकम् अवधानं प्रथमे सोपानद्वये एव. तस्य अतो गुणे अकः सवर्णे दीर्घः अतो गुणे इत्यनयोः कः भेदः? अतो गुणे इत्युक्ते अवर्णात् परे गुणवर्णः भवेत्, अ ए वा उ. परन्तु सवर्णदीर्घसन्धि मध्ये समानवर्णः तुल्यसमान. अत्रापि अकारः योगः अकारः अस्ति, तर्हि किमर्थं? प्रसक्तिः अस्ति, सवर्णदीर्घसन्धेः प्रसक्तिः अस्ति, परन्तु अतो गुणे तत् प्रभाद्य कार्यं करोति. अतोगुणे किमर्थम् अकः दीर्घः सवर्णे यत्र आगच्छति तत्र किमर्थम् अतोगुणे इत्यपि कार्यं न भवति? पुनः पृच्छतु भवन् भगिनि. रामयोगः अस्ति, राम क्षम्यतां किं वदामि, एक उदाहरणं वदतु. रामयोगः अस्ति, रामास्ति इति. रामः भवति खलु, रामोऽस्ति इति भवति. न, तत्र तु विसर्गसन्धि आगच्छति किल भगिनि. विसर्ग आमां, किन्तु यत्र एकनिमिषम् एकम् उदाहरणं वदतु. सवर्णदीर्घसन्धि सूर्य प्लस् अस्तम् इति वक्तुं शक्नुमः वा? सूर्यास्तम्. आं भगिनि, तर्हि तत्र किमर्थम् अतोगुणे इति कार्यं न करोति? तत्र सवर्णदीर्घसन्धि वदति द्वयम्. क्षम्यतां, तत्रापि गुणवर्णः अस्ति खलु? गुणवर्णः एव अस्ति. कः भेदः इत्युक्ते पदान्तः एकमस्ति, अन्यत् अस्ति. वदतु भगिनि, क्षम्यतां. एकमस्ति अपदान्तात् इति निमित्तमस्ति, पुनः सवर्णदीर्घे सन्धि तु सर्वत्र कार्यं करोति, परन्तु अतोगुणे तु एतादृश अवसरे एव कार्यं करोति, नो चेत् निरवकाशः भवति इति वा? आं भगिनि, सत्यं भगिनि. तर्हि तर्हि अहं गतसप्ताहे एकः प्रश्नः उदितः, किम् इत्युक्ते कोऽपि पृष्टवन्तः अव्ययस्य अतिक्षुप्तिङन्तं पदमिति वयं ज्ञातवन्तः, किन्तु अव्ययस्य कीदृशमस्ति, कथं पदं कथं पदं भवति इति. तर्हि अहं महोदयं पृष्टवती, महोदय उक्तवान् अव्ययस्य तु अव्ययः तु सुबन्तम् एव अस्ति, किन्तु सुप् इत्यस्य लोपः लुक् अभवत् इति. लुक् जातं, किन्तु सुबन्तमेव अस्ति इति. अस्तु, उत्तमं भगिनि. अस्तु, तर्हि सुब्रह्मण्यमहोदय कृते. अत्र सख्याप पाश रूप वीणा तूल श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यो अणेच् एभ्यः द्वादशभ्यः प्रातिपदिकेभ्यः सर्वेभ्यः चुरादिगणीयधातुभ्यः च णिच् प्रत्ययः विधीयते. एभ्यः प्रातिपदिकेभ्यः णिच् प्रत्ययस्य संयोजनेन नामधातवः भवन्ति. चुर चुर् आदिर्येषान्ते चुरादयः. सत्यापश्च पाशश्च रूपञ्च वीणा च तूलञ्च श्लोकश्च सेना च लोम च त्वचश्च वर्म च वर्णञ्च चूर्णञ्च चुरादयश्च तेषाम् इतरेतरद्वन्द्वः. सत्यापपाशरूपवीणा तूलश्लोकसेना लोम त्वच वर्मवर्णचूर्णचुरादयः तेभ्यः बहुव्रीहि गर्भो द्वन्द्वः. सत्यापपाशरूपवीणा तूलश्लोकसेनालोमत्वच वर्मवर्णचूर्णचुरादिभ्यः पञ्चम्यन्तं णिच् प्रथमान्तं द्विपदमिदं सूत्रम्. प्रत्ययः परश्च इत्यनयोः अधिकारः. धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्यस्माद्धातोः इत्यस्य अधिकारः. वचनपरिणामेन पञ्चमी विभक्तौ धातुभ्यः. अनुवृत्तिसहितसूत्रं सत्यापपाशरूपवीणतूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादयः तेभ्यः श्लोक सेना लोम त्वच वर्म वर्ण चूर्ण चुरादिभ्यः धातुभ्यः निच् प्रत्ययः परश्च. अत्र नूतनसूत्रं द्वादश धातवः सन्ति, तेषां परः निच् प्रत्ययः विधीयते. द्वादशधातवः प्रत्याप पाशरूपवीणातूल श्लोकसेना लोम त्वच वर्म वर्णचूर्ण सन्ति. अत्र एते धातवः नूतन प्रातिपदिकेभ्यः सर्वेभ्यः च विधीयते. अत्र अस्माकं कार्यम् एवमेव अस्ति, एकमेव अस्ति महोदय, चुरादिगणेभ्यः निश्चिति एव अस्ति. इत्युक्ते सर्वेभ्यः चुरादिगणीयधातुभ्यः निच् विहितः भवति इति. किन्तु अन्यत् पूर्वं यद्दत्तमस्ति इत्युक्ते द्वादश नामधातवः सन्ति, तेषामपि तेभ्यः अपि निच् प्रत्ययः विधीयते इति. तर्हि अस्माकं तु परे यत् अस्ति अर्धभागं यत् अस्ति परार्धं यत् अस्ति तस्यैव अस्माकम् इदानीं प्रसक्ति कार्यमस्ति. पुनः एकवारं वदतु भगिनि. सूत्रे द्वादश नामधातवः सन्ति प्रथम दत्तानि खलु, सत्यापपाशरूपवीणा तूलश्लोकसेन लोम त्वच वर्णवर्णचूर्ण इति नामधातवः. तर्हि नामधातुभ्यः परे नित्य विधीयते नियतः भवति. तत्तु अस्माकं कार्यं नास्ति इदानीम्. इदानीं वयं चुरादिगणस्य कार्यं कृतामः. तर्हि चुरादिभ्यः निश्चिति तत्र अस्ति खलु, अपरं भागमस्ति खलु, चुरादिभ्यः निश्चिति, चुरादिभ्यो निश्चिति. तत्र एव अस्माकम् अवधानं भवति अत्र. किमर्थम् इत्युक्ते चुरादिगणे ये ये धातवः सन्ति तेभ्यः निच् विधीयते इति. तर्हि अत्र महोदय किञ्चित् उक्तवान् अत्र स्वार्थे प्रेरणार्थे इति. अत्र ये नामधातवः सन्ति ते तु ते स्वार्थे एव भवति वा इति अहं मन्ये महोदय. किमर्थम् इत्युक्ते प्रेरणार्थे यत्र अहं वयं वदामः तत्र यत्र निच् आगच्छति तत्तु आर्धधातुक प्रक्रिया भवति. प्रायः अहं चिन्तयामि प्रेरणार्थे यत् वदामः खलु तत् अत्र तु नास्ति. अत्र चुरादिभ्यः निच् प्रायः स्वार्थे इति एव भवति, किन्तु अहं सम्यक् न जानामि. यत्र नामदातवः सन्ति तत्र तु अहं सम्यक् न जानामि महोदय. प्रायः स्वार्थे इति एव मन्ये. अस्तु भगिनि, धन्यवादः. भगिनी अहं राज्ञी अस्मि अत्र. नमस्ते भगिनि. अन्य कः अस्ति? अहं किञ्चित् विलम्बेन आगतवती. अस्तु भगिनि, नास्ति चिन्ता, धन्यवादः. भगिनी एकः प्रश्नः अस्ति. बहुव्रीहि गर्भद्वन्द्वः इति विषये महोदय उक्तवान् किल ह्यः, तद् किञ्चित् स्पष्टं करोति वा? अस्तु भगिनि, निश्चयेन. तर्हि अत्र पश्यामः चेत् चुरादिभ्यः इति अस्ति. तर्हि तस्य विषयम् आदौ पश्यामः. चु अत्रैव दत्तमस्ति महोदयेन, चुर् आदिः एषां ते चुरादयः, तत्तु बहुव्रीहिः अस्ति खलु. अनन्तरं किमस्ति? अनन्तरमस्ति सत्यापपाशरूपवीणातूलश्लोकसेन लोमपचवर्मचूर्ण वर्णचूर्ण चुरादयः खलु, चुरादयः चुरादि. तर्हि सर्वं मिलित्वा चुरादिभ्यः इति अस्ति, तेभ्यः चुरादयः तेभ्यः. तर्हि तत्तु इतरेतरद्वन्द्वमस्ति खलु. रामः लक्ष्मणः सीता, रामः लक्ष्मणः तेभ्यः वयं वक्तुं शक्नुमः. सीमा सीता रामलक्ष्मणेभ्यः इति वक्तुं शक्नुमः खलु. तादृशमेव द्वन्द्वसमासः अत्र अस्ति खलु. किन्तु गर्भे मध्ये चुरादयः इति बहुव्रीहिः अस्ति. गर्भे बहुव्रीहिः अस्ति, गर्भे बहुव्रीहिः अस्ति, किन्तु पूर्णतया तु द्वन्द्वसमासः अस्ति. अवगतं, धन्यवादः भगिनि. धन्यवादः. तर्हि गतसप्ताहे अस्माकं प्रश्नः पुनः आगतं खलु, प्रेरणार्थे स्वार्थे इति किञ्चित् अस्माकं क्लेशः अभवत् खलु. तर्हि इदानीम् अहमपि सम्यक्तया अवगच्छामि. प्रेरणार्थे इत्युक्ते यत्र चालयति, चलति, चालयति इति आगच्छति. पित्रा पुत्रे, पिता पुत्रेण कार्यं, कार्यानं चालयति इति वदामः, तत्र प्रेरणार्थे भवति. किन्तु अन्यत्र अत्र चुरादिगणे स्वार्थे एव भवति. ह्यः एव महोदय स्पष्टीकृतवान् खलु. तत्र क्लेशः न वर्तते खलु. स्वार्थे इत्युक्ते किं, प्रेरणार्थे इत्युक्ते किम् इति. महोदय अहं किञ्चित् वदामि वा? वदतु भगिनि. स्वार्थे इत्युक्ते स्वस्य कृते इति, प्रेरणार्थे इत्युक्ते तत्र तत् कार्यं कर्तुं अन्य कोऽपि तां प्रेरयति इति. यदा भवती उक्तवती कार्यानं स्वयं न चालयति, परन्तु पिता तत् तत्र प्रेरकः भवति. तर्हि चालयति इति आगच्छति, न तु चलति. परन्तु यदि स्वयमेव चालयति तत्र स्वार्थे इति भवति. यत्र कोऽपि अन्यः चलति एव स्वार्थे खलु. चालयति तु कार्यानस्य विषयं वदामः चेत् चालयति इति यत्र अहं वदामि अहं कार्यानं चालयामि, तत्रापि प्रेरणार्थे नास्ति वा? न, अहमेव चालयामि तर्हि तत् स्वार्थे भवति. कोऽपि मह्यं प्रेरयति तत् कारणार्थं, तर्हि तत्र प्रेरक मम तु बहु संशयः अभवत्. तर्हि रामप्रिया भगिनी. आं भगिनि. सनाद्यन्ता दातवः द्वादशप्रत्ययाः सन्ति, येषां संयोजनेन नूतनाः दातवः सृष्टाः भवन्ति. सन् क्यच् काम्यच् क्यश् क्यङ् क्विप् निङ् इयङ् निच् यक् आयङ् इति. येषां प्रकृतिः अङ्गं, क्वचित् धातुः, क्वचित् प्रातिपदिकम्. सन्नादौ येषां ते सनादयः, सनादयः अन्ते येषां ते सनाद्यन्ताः. सनाद्यन्ताः प्रथमान्तं, दातवः प्रथमान्तं, द्विपदम् इदं सूत्रं. सूत्रं स्वयं सम्पूर्णं, सनाद्यन्ता दातवः. एतत् सूत्रं वदति तत् द्वादशप्रत्ययाः सन्ति, येषां योजनेन नूतनदातवः, प्रत्ययात् नूतनदातवः निष्पन्नाः भवति इति. तत्र तु निच् प्रत्ययः अपि एकम् अस्ति, सनाद्यन्ताः अस्ति. एषु द्वादश द्वादशसु प्रत्ययेषु अन्यतमः निच् एव, अतः निच् प्रत्ययस्य संयोजनेन चोरी, पाटी, लेखी इत्यादयः यावन्तः दातवः सृष्टाः ते सर्वे सनाद्यन्ता दातवः इति सूत्रेण धातुसंज्ञकाः. एते च आतिदेशकदातवः, औपदेशिकदातवः उपद्विसहस्रम्. ते भुवादयो दातवः इति सूत्रेण धातुसंज्ञकाः भवन्ति. तत्र तु द्वादश सनाद्यन्तदा प्रत्ययेषु एकं निच् अस्ति, तदेव चोरी, पाटी, लेखी इति रूपं निष्पन्नं भवति. एतत्तु आतिदेशिकदातवः, सनाद्यन्त दातवः तु आतिदेशिकदातवः. भुवादयो दातवः इति सूत्रेण औपदेशिकदातवः भवन्ति. भगिनी एक अत्रापि एक भगिनी अहं किञ्चित् समयानन्तरं वदामि. किमर्थम् इत्युक्ते अत्र ध्वनिः अस्ति, किञ्चित् समयानन्तरम् अहं म्यूट् करोमि. अहं म्यूट् करोमि, अनन्तरम् अहं भागं स्वीकरोमि वदने. भगिनी अत्र भुवादयो दातवः इति सूत्रम् अस्ति किल, तत्र भूतो भुवादिगणे वा इति किं वा इति सः आधयोः इति भूयोगः. नमस्ते. नमस्ते पुष्प. स्वागतं भगिनी पुष्प. भगिनी भगिनी अत्र प्रथमगणस्य भू भवति इति, द्वितीयगणः अदादिगणे वाति इति आरम्भं भवति. वाति अपि तत्र द्वितीयगणस्य धातुः अस्ति. अहम् एवं मन्ये भू वा आदयः. आदयः. धन्यवादः. ओ ओ तर्हि वा इति उत इति अर्थे न आगच्छति मात्र वा इति. अहम् एवं चिन्तितवती वा द्वितीयगणस्य इति, परन्तु उत इति अत्र किमर्थं किमर्थं द्रव्यम् इति. ओ क्षम्यते. आमां सत्यं. अदादिगणस्य प्रथमदातवः उत इति भवति वा? न, प्रथमधातु एवं तु न. किमर्थमित्युक्ते अदादि तत्र अत्ति इति आगच्छति किल, परन्तु वा तु अदादिगणस्य धातुः एव. एवं स्वीकृतवन्तः इति मम चिन्तनम्. अहमपि पूर्वं रामप्रिया भगिन्याः एव संशयः आसीत् किमर्थं भूयोग भू आदयः, तत्र तु भू आदयः इत्युक्ते भ्वादयः इति आगच्छति, परन्तु भू आदयः इति आगच्छति इति कुत्रापि दृष्टवती अपि. भू प्रथमगणे भवति वा वाति इति, तदर्थं धन्यवादः. तत्तु सत्यं. औपदेशिकदातवः पाणिनीयदातुपाठे 1943 दातवः उपदिष्टाः सन्ति. उपदिष्टाः दातवः अतः एते औपदेशिकदातवः. एषां धातूनां धातुसंज्ञा भवति भुवादयो दातवः इति सूत्रेण. तत्र उपदिष्टाः दातवः सन्ति पाणिनीयधातुपाठे. ते तु औपदेशिकदातवः. येषां धातूनां यत् धातुसंज्ञा भवति भुवादयो दातवः इति सूत्रेण तद् भवति इति. आतिदेशिकदातवः उपरितनान् पाणिनीयधातुपाठे पठितान् धातून् वर्जयित्वा इतोपि असङ्ख्यादातवः सन्ति. एते दातवः धातुपाठे न सन्ति, अपि तु अस्माभिः निर्मिताः. यथा गन्तुम् इच्छति जिगमिषति इति सनन्तरूपं प्रायः श्रुतम्. अत्र जिगमिष इति धातुः अस्ति. स च जिगमिष धातुः पाणिनीयधातुपाठे नास्ति. गम् धातुः धातुपाठे अस्ति. अयं गम् धातुः भुवादयो दातवः इति सूत्रेण धातुसंज्ञकः. तदा सन् प्रत्ययं योजयामः चेत् नूतनधातुः जिगमिष सृष्टः अस्माभिः. अयं धातुः सनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञकः. एवमेव द्वादशप्रत्ययाः सन्ति, येषां योजनेन नूतनदातवः सृष्टाः भवन्ति. आतिदेशिकदातवः विषये अत्र वदन्ति. असङ्ख्याः दातवः सन्ति पाणिनीयधातुपाठे, तद् नास्ति वर्जित असङ्ख्याः दातवः सन्ति, एते दातवः धातुपाठे न सन्ति. गन्तुम् इच्छति इत्युक्ते जिगमिष्यति इति सनन्तरूपम् अस्ति, तत्र तु गम् इति धातुः भुवादयो दातवः इति सूत्रेण धातुसंज्ञकः, तत्र तु तन् प्रत्यये योजयामः चेत् जिगमिष इति रूपं भवति, तत् सनाद्यन्तदातवः इति सूत्रेण भवति इति. अद्य इदानीं न भवती अपि अग्रे गत्वा. अस्तु भगिनि, धन्यवादः. अत्र भादयः पृष्टवती किल भगिनि, अन्यत् भूश्च वाश्च भूवौ आदयः भादयः इति. भूश्च वाश्च भूवौ इति भूवौ आदयः भादयः इति. तत्र वा इत्युक्ते वा गतिगन्धनयोः टु ब्लो, यदा वातः उक्तवन्तः खलु तद्रीत्या. क्रिया क्रिया अस्ति वा? आं क्रिया एव, क्रिया एव. टु ब्लो, टु ब्लो. वायुः अस्ति चेत् वातः इति आगच्छति किल, तर्हि वाति. अग्रे पठामि वा महोदय? क्षम्यताम्, कुत्र अस्ति? अत्र चुरादिगणे निच् प्रत्ययः स्वार्थे. आम् आं भगिनि, क्षम्यतां. चुरादिगणे निच् प्रत्ययः स्वार्थे अस्ति इत्युक्ते धातोः एव अर्थपोषणं करोति. अत्र निच् प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति. प्रेरणार्थे निच् इति भिन्नविषयः, चुरादिगणे तादृशार्थः नास्ति एव. चुरादिगणे धातुतः यं कमपि प्रत्ययं संयोजयितुम् इच्छति, विकरणं भवतु वा आर्धधातुककृत् भवतु, तस्मात् पूर्वं निच् विधीयते एव. निच् प्रत्यये चुटु इत्यनेन नकारस्य इत्संज्ञा, हलन्त्यम् इत्यनेन चकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन तयोः लोपश्च इति अवशिष्यते. निच् प्रत्ययः धातुभ्यः विहितः, अपि च तिंशित् भिन्नः, अतः आर्धधातुकं शेषः इत्यनेन अयं निच् प्रत्ययः आर्धधातुकः न तु सार्वधातुकः. इत्थं च निच् प्रत्ययः कीदृशः इति चेत् नित् च आर्धधातुकं च. यत्किमपि कार्यं क्रियते निच् प्रत्ययं निमित्तीकृत्य अस्य एव लक्षणस्य बलात् क्रियते नित् आर्धधातुकम् इति. अत्र चुरादिगणे तु निच् प्रत्ययः नित्यम् आगच्छति, तत्तु स्वार्थे अस्ति. स्वार्थे इत्युक्ते स्वस्य कृते, तर्हि अर्थपोषणमेव करोति. अत्र चुरादिगणे तु निच् प्रत्ययस्य भिन्न अर्थः नास्ति इति. यदा वयं पूर्वं परिशीलितवन्तः, प्रेरणार्थे निच् इति तु भिन्नविषयः. यदा अश्वः धावति, अश्वः स्वयमेव धावति, परन्तु यदि सारथिः अश्वं धावयति तर्हि सारथिः तत्र प्रेरकः भवति, तद्रूपं प्रेरणार्थे इति आगच्छति. चुरादिगणे तादृशार्थः नास्ति एव, केवलम् अर्थपोषणमेव भवति अत्र. णिच् तु आर्धधातुकमस्ति, यतोहि षित् अपि नास्ति तिङ् अपि नास्ति इति, तर्हि आर्धधातुकं शेषः आर्धधातुकप्रत्ययं भवति. णिच् अत्र नकारस्य लोपः चुटु अनेन, चकारः तु हलन्त्यम् इति अनेन, तस्य लोपः अनेन, अनयोः द्वयमपि लोपः भवति. अतः निच् प्रत्यये नकारस्य इत् भवति, अतः नित् इति उक्तं. तर्हि निच् नित् अपि अस्ति, आर्धधातुकमपि अस्ति इति. भगिनी उक्तवती खलु भगिनी यत्र यत्र चालयामि इति अहं कार्यानं चालयामि इति वदामि तर्हि तत्र स्वार्थे भवति इति किञ्चित् अत्रापि निष्प्रत्ययः एव खलु निष्प्रत्ययः आम् परन्तु तत्र तत्तु तर्हि कः कस्मिन् गणे इति वदामः चेत् चुरादिगणे भवति वा तद् अहं पश्यामि भगिनि मम एकः प्रश्नः कर्मणि प्रयोगे अपि वयं वदामः किल कारयामि इति कः भिन्नः कर्मणि प्रयोगे चुरादि क्रियते इति भवति खलु क्रियते इति भवति कारयामि न कारयामि तु निश्चयेन अस्ति प्रेरणार्थकी अस्ति खलु कर्मणि प्रयोगस्य कर्मणि प्रयोग चुरादिगणे भिन्नः भिन्नः कः भगिनि किन्तु अहं कार्यानं चालयामि मया कार्यानं चाल्यते इति भवति खलु चाल्यते चाल्यते आत्मनेपदिरूपं भवति तत्तु भिन्नम् अस्ति खलु कर्मणि कर्मणि यत् इति चिन्तयामि खलु या इति मध्ये आगच्छति यत्र प्रेरणसिगे भवति तत्र निच्छागच्छति यकारः कुत्रचित् मध्ये अस्ति किन्तु अत्र इकारस्य यकारः भवति तत्र कर्मणि प्रयोगे यकारः एव साक्षात् यकारः एव मध्ये कर्मणि अहं पठामि वा हा पठतु मिच् प्रत्ययस्य कारणतः धातुरूपे अङ्गे प्रमुखकार्यार्थं सम्भवति प्रथमम् अचोद्मिति अजन्त अङ्कस्य अन्त्यवर्णस्य वृद्धिः भवति ङिति णिति प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलौतिस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञै च न च ञौ ञौ इतौ यस्य तत् ङित् ङित् तस्मिन् ङिति द्वन्द्वगर्भबहुविधसमासः अतः षष्ट्यन्तं ङिति सप्तम्यन्तं द्विपदमिदं सूत्रं मृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अतः अङ्गस्य वृद्धिः ङिति नित्यप्रत्ययस्य कारणतः धातुपि अङ्गे एव प्रमुखकार्यं सम्भवति इति अत्र दत्तं प्रथमः अचोगिन्ति इति सूर्य इति सूत्रं कार्यं करोति अत्र अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति ङिति अथवा निति प्रत्यये परे परन्तु येन विद्युत्सदन्तस्य सूत्रम् अतः अङ्गस्य एव केवलम् अच् इति अङ्गस्य अपि तु अजन्तङ्गस्य अजन्तस्य अङ्गस्य इत्युक्ते पूर्ण अङ्गस्य कार्यं न करोति ओन्लि अन्तिमवर्णस्य एव कार्यं करोति येन विधिसदन्तस्य परन्तु अचोग्निति पूर्ण अङ्गस्य कार्यं करोति इति अहं मन्ये एवं वा भगिनि न किम् इत्युक्ते यत्र वयम् अचः इति वा अचः अङ्गस्य इति वदामः इत्युक्ते अचः अङ्गस्य इत्युक्ते यदा वयं तथा गृह्णामः तर्हि यत्र अचः अङ्गस्य अपि भवति यत्र अङ्गम् अच्छः इति अस्ति चेत् अच् इति अस्ति चेत् तदपि गृह्णाति अनन्तरं पूर्णतया यत्र अन्ते अच्छागच्छति आगच्छति तत् अङ्गं तादृश अङ्गमपि गृह्णाति येन विधिस्तदन्तेन अचः अङ्गं गृह्णाति यस्य अङ्गस्य अन्ते अच वर्णः अस्ति तदपि गृह्णाति अनन्तरम् अलोन्तस्य इति सूत्रेण सूत्रं वदति यत्र कस्य स्थाने इति प्रश्नस्य उत्तरमस्ति अन्तस्य स्थाने इति एव भवति अल् अन्तस्य स्थाने एव भवति किन्तु पूर्णतया यत्र आदेशः वा आगमः भवति तत्र अन्तिमवर्णस्य एव भवति, किन्तु पूर्णतया न भवति. एत् अलोन्तस्य इत्यस्य एव अपवादसूत्रमस्ति अन्वेकाल्पसूत्रमस्ति इति सूत्रं वदति, यत्र पूर्णतया वयं तत्र पूर्णरङ्गस्य स्थाने वयं आगमः भवति. सूत्रे परन्तु अचोग्नितिसूत्रे वृद्धिः अन्त्यवर्णस्य एव भवति किल? किमर्थम् इत्युक्ते अलोन्तस्य इति सूत्रेण. ओ, अलोन्तसूत्रेण अज्ञो अचोति करि. अस्तु भगिनि, अग्रे पठामि वा? चियोगः इ चियोगः इ अत्र इकार इ इच्छियोगः इ इकार इ तत्र स्थाने वृद्धिः भवति. वृद्धिः भूत्वा चि चै भवति. चै योगः इ यान्तावान्ता सन्धिः भवति अत्र. एचो अयावयावः इति सूत्रेण आय् अत्र आगच्छति. अतः चाय् योगः इ चायि भवति. चायि योगः तिङ् प्रत्ययः योजयित्वा चाय् चाययति इति भवति. नो, चायि योगः आय् चायै चायय तिङ् प्रत्यय योजयित्वा चाय् इति लठिरूपं निष्पन्नम्. भगिनि अग्रे पश्यामि, अग्रे अपि अस्ति तत्र भवति. अस्तु, धन्यवादः. अत्र प्रश्नः उदेति यत् चि योगः इ इत्येतादृशेषु प्रसङ्गेषु सार्वधातुक आर्धधातुकयोः इत्यस्य प्रसक्तिः नास्ति किम्? असति एव, किन्तु अचोग्निति तु तस्य भाटकसूत्रम्. यतोहि सार्वधातुक आर्धधातुकयोः अत्र कार्यं करोति चेत् अचोग्निति इत्यस्य अन्यत्र लब्धावकाशः न स्यात्. ध्येयं यत् यत्र यत्र अकारान्तधातुतः आर्धधातुकः प्रत्ययः भवति, यथा कटयोगः णिच्, तत्र तत्र अतो लोपः इत्यनेन अदन्त अङ्गस्य ह्रस्व अकारलोपः भवति, येन अचोग्निति इत्यस्य प्रसक्तिः नास्ति. अतः अचोग्निति इति अत्र अपवादभूतसूत्रम्. चियोगः इ सार्वधातुक आर्धधातुकप्रसक्तिः अस्ति नास्ति किम्? अस्ति एव, परन्तु अत्र अचोग्निति इति बाधकसूत्रम् आगत्य सार्वधातुक आर्धधातुको इति सूत्रस्य कार्यं न करोति. तत् अचोग्नितिसूत्रं तु सार्वधातुक आर्धधातु सूत्रस्य बाधकसूत्रं भवति. यदि अत्र कार्यं करोति चेत् अचोग्नितिसूत्रस्य सूत्रं निरवकाशः भवति. अतः सार्वधातुक अर्थधातुयोः सूत्रम् अत्र लब्ध अवकाशः कार्यं न करोति. अत्र कार्यं न करोति. ध्येयं यत् यत्र यत्र अकारान्तधातुतः आर्धधातु भगिनी, एतत् वाक्यम् अहं सम्पूर्णतया न अवगन्तुं शक्नोमि वा? किं विवरणं करोतु. करोति न आर्धधातुक सूत्रं करोति. अत्र न करोति अत्र सूचना. अत्र वदामि अहं भगिनि, अत्र वदतु. मम एव प्रश्नः ह्यः आसीत् खलु, किमर्थं बाधकसूत्रं बाधकसूत्रम् इति, क्षम्यतां, किमर्थं अपवादसूत्रम् इति कथं वक्तुं शक्नुमः? किमर्थम् इत्युक्ते यत्र अकारान्तम् अङ्गमस्ति तत्र तत्र तु सार्वधातुक आर्धधातुकयोः इति सूत्रेण तत्र तु तस्य तु ग्रहणं न भवति खलु, किन्तु अचोनिति इत्यस्मिन् अकारान्तङ्गस्य अपि ग्रहणं भवति खलु. आगच्छति वा? सार्वधातुक आर्धधातुकयोः इकः गुणः भवति, इक् इति एव अस्ति, अश्चिति नास्ति. किन्तु अचोनिति इत्यस्य अचः अङ्गस्य वृद्धिः इति भवति. इत्युक्ते अकारः आ इति अत्र अस्ति, लैक् अत्र उक्तमस्ति खलु महोदयेन, कथ इति अङ्गमस्ति, कथयोगः निश्चितः तस्य तु अचोनिति इति सूत्रेण एव ग्रहणं भवति. तत्र तु सार्वधातुकार्धधातुकयोः इत्यस्य तत्र कार्यं न भवति खलु. अकारस्य गुणं न भवति खलु. अकार एव गुणवर्णः अस्ति. तस्य अनन्तरं गुणमपि न भवति खलु. इकः गुण एव भवति. इक्वर्णस्य एव गुणवर्णः भवति खलु. इक् प्रत्याहार ये ये वर्णाः सन्ति तेषाम् एव गुणवर्णः भवति. इकारस्य एकारः, उकारस्य ओकारः, ऋकारस्य अकारः, ऋ इत्यस्यपि अकारः इति भवति. परन्तु अत्र गुणस्य कार्यं चर्चायां नास्ति किल भगिनि. अचोन्यति अत्र वृद्धिकार्यमेव अस्ति. हा, वृद्धिकार्यम् अस्ति. किन्तु यत्र कथयोगः निश्चितः अस्ति तत्र तु सार्वधातुकार्धातुकयोः इत्यस्य प्रसक्तिः तत्र नास्ति खलु. तत्र नास्ति. तर्हि अहं साक्षात् अपवादम् इति कथं वक्तुं शक्नुमः इति मम प्रश्नः आसीत्. आङ्ग्लभाषां वदामः चेत् अहं चिन्तितवती ओवर्लापिङ्ग् अस्ति खलु. किन्तु साक्षात् अपवादम् इति न गच्छति खलु इति मम संशयः आसीत्. परन्तु यत्र कुत्रापि तस्य कार्यं लिमिटेड् भवति, निमित्तं भवति, तर्हि तत् अन्यत्र कार्यस्य कार्यार्थं निरवकाशं भवति इति अपवादसूत्रम् इति उक्तवान् खलु. तत्र अकारस्य स्थाने कथम् आगच्छति इति मम संशयः आसीत्. यत्र ओवर्लापिङ्ग् तर्हि मम संशयः आसीत् अन्तरङ्गसूत्रम् इति न वक्तुं शक्नुमः वा इति मम संशयः आसीत्. अस्माकं कृते अन्तरङ्गसूत्रं किम् इति न उक्तवान् पर अनन्तरं. तर्हि तस्य एव उत्तरम् अत्र दत्तवान्. यत्र अकारः अस्ति तत्र निश्चयेन सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यं नास्ति. तत्तु वयं जानीमः. किन्तु अशोनिति इत्यस्यपि कार्यं न भवति. तत्र प्रभाते असौ लोपः इति कार्यम् आगच्छति. अचोनिति तस्य प्रसक्तिः अस्ति किल. किन्तु कार्यं न भवति अकारस्य वृद्धिः आकारः भवितुम् अर्हति परन्तु प्रसक्तिः अस्ति, कार्यं न करोति इति. अचोनिति सार्वधातुक अर्धधातुकयोः द्वयोः अपि कार्यक्षेत्रं समानं भवति खलु. पुनः यत्र वयम् अकारस्य तु अतो लोपः इत्यनेन तत्र तु लोपः भवति. तर्हि अचोनिति इत्यस्य कार्यक्षेत्रं किं सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यक्षेत्रं यत् अस्ति तदेव कार्यक्षेत्रम् अचोनिति इत्यस्यपि अस्ति खलु. किमर्थम् इत्युक्ते अच् वर्णेषु के के वर्णाः सन्ति? अकारः अस्ति. अकारस्य कृते तु अतो लोपः इत्यनेन लोपः भवति. तर्हि सार्वधातुक अर्धधातुकयोः इत्यस्य कार्यं न भवति. अचोनिति इत्यस्यपि कार्यं न भवति तत्र. किन्तु इक् प्रत्याहारे ये ये सन्ति तस्य तु सार्वधातुकयोः अचोनिति द्वयोः सूत्रयोः प्रसक्तिः अस्ति. किन्तु अचोनिति सार्वधातुक अर्धधातुकयोः प्रभाते अचोनिति कार्यं करोति. तत्र अस्माकं संशयः किमपि नास्ति. इक् प्रत्याहारे अस्ति. इकारे अस्ति चेत् सार्वधातुक अर्धधातुके आगच्छति चेत् एकारः भवति. अचोनिति आगच्छति चेत् ऐकारः भवति. तदा एव उकारस्य ओकारः भवति सार्वधातुक अर्धधातुकयोः इत्यस्य. किन्तु अचोनिति इति कार्यं करोति चेत् औकारः भवति. तथा एव सार्वधातुक अर्धधातुकयोः इत्यनेन ऋकारस्य अकारः आगच्छति. अचोनिति इत्यनेन प्रायः आकारः अभवत् खलु. वृद्धिवर्णः आकारः वृद्धि. तथा एव तर्हि तादृशसन्दर्भे इदानीं सार्वधातुक अर्धधातुक एकारस्य ए ऐ ओ औ इत्यस्य तु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः एव न भवति. तत्तु वृद्धि तत् एकारः एव स्वयं गुणवर्णः अस्ति. ओकारः स्वयं गुणवर्णः अस्ति. तस्य पुनः गुणं न भवति. तर्हि तत्रापि सार्वधातुकयोः इत्यस्य प्रसक्तिः नास्ति. कार्यमेव नास्ति. यत्र ऐ अस्ति अन्ते ऐकार ऐ अन्ते अङ्गस्य अन्ते अस्ति चेत् तत्र सार्वधातुक अर्धधातुकस्य कार्यं नास्ति खलु. तथा एव अचोनिति इत्यस्य अपि तत्र कार्यं न भवति खलु. तर्हि कार्यक्षेत्रं समानं यदि वदामः चेत् ऐकारः ओकारः अपि गृह्णाति अस्मिति कृतं कार्यक्षेत्रम् इति पश्यामः चेत् सार्वधातुकयोः इत्यस्य कार्यक्षेत्रं भवति इक् इति वर्णः इक् प्रत्याहारः अथो निचि इत्यस्य इक् प्रत्याहारः खलु इकारम् इकारम् आरभ्य चकारपर्यन्तम् इच् क्षम्यताम् इ उ ऋल् ए ऐ ए ओ इति भवति तेषां कार्याणि भवितुम् अर्हन्ति तर्हि अथो निति इत्येव कार्यं भवति तर्हि अस्माकं कार्यक्षेत्रे कस्यापि कार्यस्य सार्वधातुकारुधातुकयोः इत्यस्य कार्यमेव तत्र न भवति एवं भवति चेत् अचोणिति इति सार्वधातुकार्धधातुकयोः इत्य सूत्रस्य अपवादम् इति अस्ति वा अत्र इति मा महोदयस्य उत्तरम् इत्युक्ते अत्र प्रश्नः कदा कथम् उदेति चियोगः इ सार्वधातुकार्ध अर्धधातुकयोः प्रसृतिः नास्ति किं प्रश्नः एव न उदेति किल न प्रश्नः एव न उदेति परन्तु किमर्थम् उदेति इत्युक्ते निच्छति प्रत्ययः आर्धदातुकप्रत्ययः अस्ति खलु यत् तिङ्क्षित् सार्वदातुकं निच्छति निच्छति प्रत्ययः तिङ् अपि नास्ति क्षित् अपि नास्ति तर्हि आर्धधातुकप्रत्ययः भवति शेषम् आर्धधातुकं शेषः इति सूत्रेण तस्य आर्धधातुकसंज्ञा भवति पूर्वतन अंशे तु भगिनी पठितवती खलु आर्धधातुकं शेषः इत्यनेन तस्य आर्धधातुकसंज्ञा वर्तते इति यदि आर्धधातुकं भवति चेत् तस्य अस्माकं सार्वधातुक आर्धधातुकयोः इति सूत्रस्य कार्यं भवति खलु प्रसक्तिः तु अस्ति तथैव तदर्थमेव अस्तु अस्तु भगिनि अहं पठामि अथ उपधायाम् अतः वृद्धिः इति निति प्रत्यये परे अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं द्विपदमिदं सूत्रम् नृजे वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अचो निति इत्यस्मात् निति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः निति अत्र उपधायामतः वृद्धिः अतः उपधायाः सूत्रस्य निति प्रत्ययपरे अतः वृद्धिः आगच्छति अतः इत्युक्ते किम् अत्युक्ते किम् अस्त्युक्ते ह्रस्वकारः अतः ह्रस्वकारः वृद्धि अतः वृद्धिः आगच्छति अकारस्य वृद्धिः कः वर्णः अस्ति अकारस्य वृद्धिवर्णः आकारः आकारः उपधा इत्युक्ते अन्तिमवर्णस्य पूर्वम् अन्तिमवर्णम् अत्र किमस्ति चल् इत्यस्य लकारः अस्ति खलु ला इति अन्तिमवर्णः लकारः उपधा उपधा अकारः नास्ति अकारः अकारः अस्ति अकारः अकारः लकारः इति तर्हि उपधायाम् अकारः अस्ति तर्हि उपधायः अकारः अस्ति तर्हि ह्रस्व अकारस्य वृद्धिः भवति वृद्धिः भवति निति निति प्रत्ययप्रयोगः तर्हि चल् इति कथं भवति अग्रे शक्ति वा अग्रिम चल् योगः इति चालयति अस्ति न चल् योगः इ चलि चालि चालि चालि भवति चालि इक् अत उपधायाः तदेव इदानीं भगिन्या चाल् चाल् चालि अकारस्य आकारः भवति अकारस्य आकारः अतः उपायः इति सूत्रे खलु चालि इति अङ्गं भवति तदा इति नूतनधातुः भवति चालि इति नूतनधातुः अनन्तरं चालि कथं चालयति इति भवति इति अग्रे पश्यामः यत्र चल् योगः इ चालि इति कथं भवति इत्येव अस्माकम् अत्र चर्चा धन्यवादः भगिनि उगन्तलघुपधस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे उगन्तस्य अङ्गस्य लघुपधस्य च इकः गुणः भवति. अत्र अनुवृत्ति पठामि वा पूर्णतया पठामि वा? पूर्णतया अस्तु भगिनि. पुक् अन्ते यस्य तत् उगन्तं लघ्वी उपधायस्य तत् लघूपधम् उगन्तञ्च लघूपधश्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः. कस्य पुगन्तलघूपधस्य पुगन्तलघूपधस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम्. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुकार्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानि न उक्तम्. अनुवृत्तिसहितसूत्रं पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः. अत्र उदाहरणमस्ति चुर् योगः इ. अत्र उकारः लघुपधायाम् अस्ति तत्कारणात् तस्य गुणः भवति उकारस्य ओकारः. चोरि इति नूतनधातुः निष्पन्नः भवति. अत्र यथा चुर् भुवादयो धातवः इत्यनेन चुर् इत्यस्य धातुसंज्ञा. चुर् योगः णिच् चुटु हल्यन्तं तस्य लोपः अनुबन्धलोपः. चुर् योगः इ पुगन्तलघूपधस्य च उपधायां लघु इकः गुणः आर्धधातुकप्रत्यये परे. चोरि सनाद्यन्ता धातवः इति सूत्रेण चोरि इत्यस्य धातुसंज्ञा. अत्र विवरणमस्ति. अत्र चुर् इति औपदेशिकधातुः अस्ति. अत्र संज्ञासूत्रं भूवादयोः धातवः इत्यनेन चुर् इति धातुसंज्ञा भवति. अनन्तरं चुर् योगः निच्. अत्र प्रथमं तु णकारः इत्संज्ञा. चकारस्य अन्तिमचकारस्य अपि इत्संज्ञा. चकारस्य तु हलन्त्यम् इत्यनेन, नकारस्य तु चुटु इत्यनेन तस्य लोपः. अनुबन्धलोपानन्तरं चुर् इति चुर्योगः इ भवति. अत्र अत्र उकारः इक् प्रत्याहारस्य वर्णः सार्वधातुक अर्धधातुकयोः प्रत्ययः परे अस्ति अत्र, किमर्थं चेत् णिच् आर्धधातुकप्रत्ययः, तत्कारणात् अत्र पुगन्तलघुपथस्य च प्रसक्तिः अस्ति. अत्र उकारः लघु उकारः उपधायाम् अस्ति, तस्य स्थाने इकः गुणः भवति, तत्कारणात् उकारः ओकारः भवति. चोरि इति तत् चोरि इति तु नूतनधातुः अस्ति, सूत्रमस्ति अत्र सनाद्यन्ता धातवः धातुसंज्ञासूत्रमस्ति, तेन चोरि नूतनधातुः निष्पन्नः भवति. एकवारं निच् सहितधातुः निष्पन्नः तदा कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् कर्तरि शप् इत्यनेन शप् विकरणप्रत्ययः विधीयते. अत्र चोरि इति नूतनधातुः निष्पन्नः, चोरि यदि विवक्षा कर्त्रर्थे अस्ति तस्मिन् समये कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति इत्युक्ते अत्र चोरियोगः ति अस्ति, धातुना ति साक्षात् दृश्यते, तत्कारणात् कर्तरि शप् इत्यस्य प्रसक्तिः आयाति, चोरियोगः शप् भवति. शप् अत्र शकारपकारयोः लोपानन्तरं चोरियोगः आ भवति. तत् अत्र पुनः सार्वधातुकार्धधातुकयोः अत्र तस्य प्रसक्तिः इकः गुणः भवति प्रथमम्, इत्युक्ते चोरि अत्र इकारः अस्ति तस्य गुणः भवति, चोरे योगः आ भवति. अनन्तरम् अत्र एचोयवायावः इत्यनेन एकारस्य अय ऐ भवति, एकारस्य ऐ आदेशः भवति, चोर्योगः ऐ योगः आ चोरय इति अदन्तम् अङ्गं निष्पन्नं भवति. भगिनी एकः प्रश्नः अस्ति भगिनि, अत्र चूर् इति धातुः अस्ति, सूत्रं वदति यदि सार्वधातुकं वा अर्धधातुकं प्रत्ययं परे अस्ति चेत् पुगन्तस्य अङ्गस्य लघु उपधायाः इकः गुणः भवति इति, परन्तु अत्र लघु उपधातु अस्ति अङ्गे, परन्तु पुकागमः कुत्र वर्तते अत्र नास्ति किल, तत् भिन्नवार्ता वा? पुक् अन्ते यस्य तत् पुगन्तं, परन्तु अत्र तु पुक् नास्ति, अस्तु आम् आं भगिनि. कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्त्रार्थक सार्वधातुकप्रत्यये परे. कर्तरि सप्तमेऽन्तं शप् प्रथमान्तं द्विपरमिदं सूत्रं. सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः. धातुरेकाचो अलादेः क्रियासमाभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं धातोः षप् प्रत्ययः परश्च कर्तरि सार्वधातुके. कर्तरि षप् इत्यस्य इति सूत्रं वदति धातोः कर्तरि कर्त्रार्थकसार्वधातुकप्रत्यये परे अस्ति चेत् षप् प्रत्ययः विहितः भवति इति धातुतः. इतः अग्रे सिद्धतिङ् प्रत्ययानां संयोजनं भवति यदा भ्वादिगणे दिवादिगणे तुरादिगणे च. चोरय योगः ति चोरयति इति लट् लट् रूपं निष्पन्नं भवति. पदव्यवस्था निश्च इति सूत्रं वक्ति यत् क्रियापलं कर्तृगामि गामि चेत् निजन्तधातुभ्यः आत्मनेपदिनः तिङ् प्रत्ययः विहितः. क्रियापलं परगामि चेत् निजन्तधातुभ्यः परस्मैपदिनः तिङ् प्रत्ययः विहिताः. अतः सामान्यतया निजन्तदातवः उभयपदिनः. चोरयति चोरयते. अत्र एकं नूतनसूत्रमस्ति निश्च इति. तद् वदति यदा स्वस्य कृते क्रियापलम् अस्ति चेत् तत् आत्मनेपदिनः तिङ् प्रत्ययः आत्मनेपदिनः भवति इति. परस्य कृते अस्ति चेत् तत् परस्मैपदिनः भवति. निजन्तदातुभ्यः परस्मैपदिनः तिङ् प्रत्ययः विहितः इति. अतः निजन्तदातवः उभयपदिनः भवति यदा चोरयति चोरयते इति. द्वौ रूपमपि निष्पन्नं भवति. निश्च इति सूत्रं क्रियापलं कर्तारम् अभिप्रयति चेत् निजन्तेभ्यः धातुभ्यः आत्मनेपदं भवति. अत्र प्रत्ययग्रहणे तदन्तग्राह्याः परिभाषासूत्रम् इति परिभाषया तदन्तविधिः भवति. अनेन यस्य धातोः अन्ते निच् प्रत्ययः स्यात् तस्मात् इत्यर्थः निष्पन्नः. निच् पञ्चमी अन्तं च अव्ययपदं द्विपदमिदं सूत्रम् अनुदातिङ्गत् आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः त्वरितनितः कर्तृभिप्राये क्रियापले इत्यस्मात् कर्तृभिप्राये क्रियापले इत्यनयोः अनुवृत्तिः. अनुवृत्तिसहितसूत्रं निश्च आत्मनेपदं कर्तृभिप्राये क्रियापले. निश्च इति सूत्रं वदति यदा क्रियापलं कर्तारम् अभिप्रेत्य यदा इच्छति चेत् निजन्तेभ्यः धातुभः आत्मनेपदं भवति इति. उभयपदि इति न अस्ति किल? क्षम्यता. क्रियापलं कर्तारं न अभिप्रेति चेत् परस्मैपदं भवति. शेषात् कर्तरि परस्मैपदम् इत्यनेन यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्तरात् परस्मैपदं भवति. शेषात् कर्तरि परस्मैपदम् इति सूत्रेण आत्मनेपदकारणं नास्ति चेत् तद् परस्मैपदं भवति इति अस्ति. यदा क्रियापलं कर्तारं न इच्छति चेत् अभवत् खलु भगिन्याः प्रश्नः एतदेव आसीत् खलु उभयपदि. परन्तु निश्च इति सूत्रेण केवलम् आत्मनेपदमेव सूचयति किल? तदनन्तरं शेषात् कर्तरि परस्मैपदम् इति अस्ति खलु. तत्र तु निश्च इति सूत्रं वदति कर्तारस्य कर्तारम् अभिप्रेति क्रियापलं तस्मिन् समये आत्मनेपदं भवति इति. किन्तु अन्यत्र कर्तारं यत्र नाभिप्रेति तस्मिन् समये अपि परस्मैपदमेव भवति. तर्हि रूपद्वयं भवितव्यं खलु? भवितव्यं तु. निश्च इति सूत्रेण चोरयते इति रूपं भवति. चोरयति इति रूपमपि भवति. आं भगिनि, अहं म्यूट् मस्मे मध्ये अस्मि अतः किञ्चित् क्रियापदं कर्ता यथा सामान्यं धातुविधिः धातोः अन्तिमवर्णस्य आधारेण अस्माभिः विभाजितः भवति. अजन्तधातवः सन्ति अपि च हलन्तधातवः सन्ति. प्रथमम् अजन्तधातून् अवलोकयाम तदा हलन्तधातून्. धातुविधिः द्वयोः द्विविध धातुः स्तः अजन्तधातवः अपि च हलन्तधातवः. इदानीम् अजन्तधातूनां अचन्दधातून् वयम् अवलोकयामः. चिरादिगणे दशाधिक चतुर्दश धातवः सन्ति. येषु केचन धातवः नित्यनिजन्ताः, केचन च अनित्यनिजन्ताः. पुनः सामान्यतया उभयपदिनः, किन्तु केचन केवलम् आत्मनेपदिनः. ये धातवः नित्यनिजन्ताः उभयपदिनः च सन्ति, ते अस्मिन् पाठे उपस्थाप्यन्ते सामान्यधातुरूपेण. तदा ये अनित्यनिजन्ताः अथवा आत्मनेपदिनः, ते अग्रिमे पाठे दीयन्ते. चुरादिगणे 410 धातवः सन्ति. तेषां धातूना केचन नित्यनिजन्ताः, केचन अनित्यनिजन्ताः. सामान्यतया चुरादिगणस्य धातवः उभयपदिनः, किन्तु केचन केवलम् आत्मनेपदिनः अस्ति इति इदं दत्तम्. ये धातवः नित्ये निजन्ताः, उभयपदिनः अपि सन्ति. अस्मिन् पाठे वयं सामान्यधातुरूपेण पश्यामः. अनित्यनिजन्ताः अथवा आत्मनेपदिनः अग्रे पठामः इति वार्ता. अजन्तधातवः आकारान्तधातवः एकः धातुः. निच् प्रत्यये परे आकारान्तधातूनां भुग् आगमः भवति. चुरादिगणे एक एव आकारान्तधातुः अस्ति ज्ञा नियोगे. आज्ञां ददाति इत्यर्थः. अयं ज्ञा धातुः क्रियादिगणस्य अवबोधने ज्ञा धातुतः भिन्नः. अत्र अजन्तधातु एकः धातुः एव अस्ति. क्रियादि तद्धातुः ज्ञा. ज्ञा धातु क्रियादिगणे अपि अस्ति, परन्तु चुरादिगणस्य धातुतः क्रियादिगणधातुः भिन्नः. अर्ति ह्रि व्लि दीक् रीक् न्यूयि क्ष्मा यातां पुङ्णौ. ऋ ह्रि व्लि द्रि क्नूयि भगिनि अस्ति वा? कनेक्षन् भङ्गम् अभवत् इत्यर्थः. आद्यौन्दौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुग् आगमः. पुक् इत्यस्मिन् ख य ख उ इत्यनयोः इत्संज्ञा लोपश्च. राजभगिन्याः कनेक्षन् भङ्गम् अभवत्. अस्तु भगिनि. अर्ति हिल् वीक्नु वीक्ष्मा यातां पुन्नौ. क्नुयि क्ष्मायि एभ्यः दातुभ्यः अपि च आकारान्तदातुभ्यः पुक् आगमः भवति. निच् प्रत्यये परे. Disconnected, I think. नास्ति चिन्ता भगिनि, प्रायः एतत् सूत्रं पृष्ट्वा भगिनी इदानीं मध्ये. येषां धातूनां पुक् आगमः नौ मी इत्यस्य सप्तम्यन्तं नि इत्युक्ते निच् प्रत्यये, निच् इत्यर्थः निच् प्रत्यये परे इत्यर्थः. आद्यन्तौ चकितौ इत्यनेन धातोः परम् आयाति अयं पुगागमः. पुक् इत्यस्मिन् क उ इत्यनयोः इत् संज्ञा लोपश्च प अवशिष्यते. अर्तिश्च हीश्च ब्लीश्च रीश्च क्नुयीश्च क्ष्मायीश्च आच्च तेषाम् इतरेत द्वन्द्वः. अर्ति हील् वीरि क्नुयी क्ष्मा यातः तेषाम् अस्ति हील् वीरिक्नुयि ईक्ष्मायातां षष्ट्यन्तं पुक् प्रथमान्तं नौ सप्तम्यन्तौ सप्तम्यन्तं त्रिपदमिदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. ीक्ष्मा याताम् अङ्गानां पुक् नौ एतद् सूत्रस्य रीक्ष्मायि एभ्यः धातुभ्यः अपि आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्ययपरे. येषां धातूनां पुक् आगमः एतद् नौ नि इत्यस्य सप्तम्यन्तम् अति तं न जानामि. हरिः इत्यस्य सप्तम्यन्तं किमस्ति? हरिः इत्यस्य नि इत्युक्ते निच् इत्यतः निच् प्रत्यये पदे इत्यर्थः. अयं पुगागमः आद्यन्तौ टकितौ इत्यनेन धातोः परं तु अनन्तरम् आयाति पुगागमः. पुक् इत्यस्मिन् क उ इत्यनयोः इत्संज्ञा लोपश्च प अवशिष्यते. लोपः भवति अनुवृत्तिसहितसूत्रः अस्ति. अस्तु, धन्यवादः. राजभगिनी अग्रे पठति वा? पूरयति. राजभगिनी अहं म्यूट् मध्ये आसम्. अतः किञ्चित् एकनिमिषम्. अस्मिन् सूत्रे ये धातवः सूचिताः ते आकारान्तज्ञा धातुं वर्जयित्वा चिरादिगणे न सन्ति. धातुभ्यः णिच् प्रत्ययः द्वयोः अर्थयोः भवति, स्वार्थे चिरादिगणे, प्रेरणार्थे च. चुरादिगणीयं ज्ञा धातुं विहाय अनेन सूत्रेण सूचितेभ्यः सर्वेभ्यः धातुभ्यः णिच् प्रत्ययः प्रेरणार्थे एव. यथा ब्लि धातुः क्रयादिगणे ब्लिनाति, नोदयति, प्रेरणार्थे णिचि पुगागमो भवति, लेपयति, पातयति इत्यर्थः. एते अवशिष्टाः सर्वे धातवः परिशीलयिष्यन्ते आर्धधातुकप्रकरणे यत्र निच् प्रत्ययः प्रेरणार्थे अस्ति. सम्प्रति चुरादौ ज्ञा धातोः प्रक्रिया कथम् इति पश्येम. अत्र ज्ञाधातुं वर्जयित्वा अन्यधातुः चुरादिगणे न सन्ति, अन्यधातु न सन्ति. धातुभ्यः निच् प्रत्ययः द्वयोः अर्थः, एकमर्थं स्वार्थे चुरादिगणे, चुरादिगणे प्रेरणार्थे अन्यर्थः. चुरादिगणीयं ज्ञाधातुं विहाय अनेन सूत्रेण सूचितेभ्यः अन्यधातुः ज्ञाविहाय सर्वे धातु प्रेरणार्थे एव. सर्वे धातुभ्यः निच् प्रत्ययः अस्ति चेत् स्वार्थे न भवन्ति, प्रेरणार्थे एव भवति. उदाहरणं व्ली धातुः क्रयादिगणे अस्ति चेत् व्लिनीति व्लिनाति इति आदयति, आगच्छति. प्रेरणार्थे निचि पुग् आगमः भवति, अतः पुग् आगमः चेत् द्रेपयति इति भवति. सर्वे धातवः अवशिष्टधातवः वयम् आर्धधातुकप्रकरणे पश्यामः इति महोदयेन उक्तं. चुरादौ ज्ञाधातोः प्रक्रिया कथं भवति इति अत्र दत्तं. ज्ञायोगः निच् क्ष्मायतां पुङ्णौ इत्येन पुग् आगमः भवति. तत्र निमित्तं किमस्ति? निमित्तं चुरादिगणधातु, अतः ज्ञाधातु चुरादिगणधातु. किं भगिनि? सत्यं भगिनि, पुष्पभगिनि. अस्ति, तदनन्तरं निच् प्रत्ययः परयो. आं भगिनि, ज्ञायोगः पुक् योगः निच् अनुबन्ध निच् नकारस्य चकारस्य अनुबन्धलोपानां ई एव अवशिष्यति. अतः कापि हलन्त्यम् इति सूत्रेण अनुबन्धलोपानां भवति. ज्ञायोगः प योगः इ वर्णमेलेन ज्ञापि इति भवति. ज्ञापि इति नूतनधातुः नूतनधातुः अस्ति अत्र. सनाद्यन्ता धातवः इति सूत्रेण नूतनधातुः भवति. अतः ज्ञापि ज्ञापि कर्तरि शप् यदि शप् योजयामः चेत् षकारपकारलोपानन्तरम् अकारः एव अवशिष्यते. ज्ञापिः योगः आ सार्वधातुक आर्थधातुः इति सूत्रेण षित् अस्ति पित् अस्ति, अतः इकः गुणः भवति. ज्ञापि ज्ञापि धातोः अन्तिमवर्णः इकः गुणः भवति. इक् वर्णस्य गुणः ये भवति, अतः ज्ञाप्ये योगः आ ज्ञाप्ये योगः आ एचो यवायावः इति इत्यनेन सूत्रेण अन्त्यस्य ये स्थाने ऐ आदेशः भवति. ज्ञाप् योगः ऐ योगः आ ज्ञापय इति अङ्गं निष्पन्नं. ज्ञापययोगः तिङ् प्रत्ययः योजयामः चेत् ज्ञापयति इति आत्मेपदं, ज्ञापयति इति परस्मैपद तिङ् लट् रूपः दीष्टः. भगिनि, तर्हि अत्र किमस्ति भगिनि, अत्र ज्ञायोगः पायोगः इति पठितवती, किन्तु तथा न पठने, अत्र पकारः इति पठामः. अकारः नास्ति. आं भगिनि, अकारः एव वदनीयम्. आम्, अत्र ज्ञापय इति अङ्गं अदन्तम् इति अवधेयम्। अतः पञ्चमे करपत्रे यः विधिः प्रदर्शितः अङ्गस्य सिद्धतिङ् प्रत्ययानां च संयोजनविधिः इत्यस्मिन् स एव विधिः अत्रापि प्रयुक्तः भवति अस्माभिः। नाम अस्मात् ज्ञापय इति अदन्ताङ्गात् लट् लोट् लङ् विधिलिङ् इत्येषां सिद्धतिङ् प्रत्ययाः विहिताः भवन्ति। ज्ञापयति, ज्ञापयतु, अज्ञापयत्, ज्ञापयेत् इत्यादीनि रूपाणि निष्पन्नानि। चुरादिगणे एक एव आकारान्तधातुः अस्ति ज्ञा, किन्तु प्रेरणार्थकणिचि बहवः एव सन्ति, एभ्योऽपि प्रक्रिया तथा। परन्तु प्रेरणार्थकणिचि चुरादिगणे नास्ति किल भगिनि? आं भगिनि, तत् चुरादिगणे नास्ति। अग्रे पठामि वा? आम्, इगन्तदातवः चत्वारः सन्ति, चिन् चयने, च्यु सहने, हसने च, भू अवकल्कने, निष्क्रीकरणे, चिन्तने च, घृ प्रस्रवणे। धातुः इकारान्तः, उकारान्तः, ऋकारान्तः इति चेत् अचोनिति इति सूत्रस्य प्रसक्तिः। अचोनिति अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति नितिनिति प्रत्यये परे, यथा चि योगः णिच्। अचोनिति इत्यनेन अङ्गस्य अन्तस्य अच्वर्णस्य वृद्धिः भवति, तर्हि इकारस्य ऐकारः भवति। चै णिच् मध्ये नकारचकारलोपानन्तरम् इ अवशिष्यते, चै योगः इ, एचोयवायावः यान्तवान्तादेशसन्धिः अत्र भवति। अनेन अचि परे एस् ऐ स्थाने आय् आदेशः आगच्छति, चाय् इति भवति। म्यूट् कुर्वन्तु, पठामि वा महोदय? तर्हि चाय् योगः इ, अत्र वर्णमेलनं भवति, चाय् इति भवति। चायि तु नूतनधातुः अस्ति, सनाद्यन्तदातवः इत्यनेन धातुसंज्ञा भवति। चायि कर्तरि शप् सार्वधातुकतिङ् प्रत्यये परे यदि कर्तृर्थे भवति चेत् षित् कृत् प्रत्यये च शप् विहितः भवति, तर्हि चायि योगः शप्। अनुबन्धलोपानन्तरम् अकारः अवशिष्यते, चायि योगः अ। अत्र सार्वधातुक आर्धधातुकयोः अनेन इकारस्य गुणः भवति, यतोहि शप् षित् अस्ति, पित् अपि अस्ति, अतः इकः गुणः भवति, इकारस्य एकारः भवति। चाये, चाये योगः अ, पुनः एचोयवायावः भवति, एकारस्य स्थाने ऐ आदेशः, तर्हि चाय् योगः ऐ योगः अ, चायय इति अङ्गम्। चायय योगः चि, चाययति ते उभयपदी, अतः रूपद्वयम् अस्ति। लट् विवक्षायां प्रथमपुरुष एकवचने तिप् प्रत्ययः विहितः। अस्तु भगिनि, बहु धन्यवादः भगिनि। सुब्रह्मण्यमहोदय अग्रे अपि प्रतिपादयति वा? अग्रिम, अस्तु, तथैव अन्य तिस्रः अन्यदातवः अपि, च्यु योगः णिच्, च्यु योगः इ, अत्र उकारस्य वृद्धिः भूत्वा अचोणिति इति सूत्रेण च्यौ इति भवति, च्यौ योगः इ, अत्र औकारस्य आवादेशः आगच्छति एचोयवायवः अनेन, तर्हि च्याव् इति भवति, च्याव् योगः इ, च्यावि इति नूतनधातुः। अनन्तरं शप् प्रत्ययः विहितः, च्यावि योगः शप् कर्तरि शप् अनेन, च्यावि योगः अ इति भवति। अत्र अन्तिम इकारस्य गुणः भवति सार्वधातुक आर्धधातुकयोः अनेन, च्यावे योगः अ, एकारस्य एचोयवायवः अनेन अयादेशः, च्याव् च्याव् च्यावै योगः अच्यावय इति अङ्गं भवति तिप्योजनेन च्यावय योगः ति च्यावयति च्यावयते इति रूपद्वयं समानरूपेण धन्यवादः. अस्तु भगिनि, अस्तु भगिनि. अत्र धातुः अस्ति भू अवकल्कने इति तस्य अर्थः इति दत्तमस्ति. भू योगः ऋणेच् अत्र प्रथमं तु नकारस्य चकारस्य लोपः भवति चुटु इत्यनेन हलन्त्यम् इत्यनेन सूत्रेण. अनन्तरं भूयोगः इ अत्र अचोन्यति इति सूत्रात् अत्र ऊकारस्य वृद्धिः भवति ऊकारस्य औकारः भवति भौ योगः इ. अनन्तरम् अत्र एचोयवायावः इत्यनेन औकारस्य आव् आयाति भाव् योगः इ भावी इति नूतनधातुः निष्पन्नः भवति. अनन्तरं भावी योगः ति अत्र कर्तरि शप् इत्यनेन भावी योगः शप् आयाति. अत्र षकारपकारयोः लोपानन्तरम् अकारः एव भवति भावी योगः आ. अत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इकारस्य गुणः भवति तत्कारणात् भावे योगः आ. अनन्तरं पुनः एचोयवायावः इत्यनेन एकारस्य ऐ आदेशः भवति भावै एकारः खलु एकारस्य ऐ भगिनि भावे योगः आ भावै योगः आ भावय इति अङ्गं भावय योगः ति भावयति परस्मैपदी तिगन्तपदं भावय योगः ते भावयते आत्मनेपदी तिङ्गन्तपदम्. धन्यवादः. आं भगिनि, गृ धातुः गृयोगः निच् प्रथमं तु अचोनिति इत्यनेन अङ्ग अन्तस्य अचः वृद्धिः भवति. निच् तु अनुबन्धलोपानन्तरम् इ एव अवशिष्यते. गृ तु घार् इति भवति, घार् योगः इ घारी इति सनाद्यन्तदातवः इति धातुसंज्ञा भवति. घारी इति नूतनदातवः. तत्र तु शप् इति कर्तरी शप् इति इत्यनेन शप् विहितः भवति धातुतः. तस्य अनुबन्धलोपानन्तरम् अ एव अवशिष्यते. घारी योगः अ सार्वधातुक अर्धधातुकयोः इत्यनेन तस्य गुणः भवति. घारी घारे भवति, गारे योगः अ. एचोयवायावः इत्यनेन सन्धिः सन्धिकार्यं भूत्वा ऐ घारेय घारय इति अङ्गं. घारय योगः ति घारयति घारयते इति लटी रूपम्. धन्यवादः. अभवत् खलु अस्माकम्? आम् आम् आम् विरमामः. आम् आं भगिनि, धन्यवादः. धन्यवादः. नमस्कारः.